गतवर्गे अस्माकम् अभ्यासः चरितः अस्ति हल् सन्धि प्रथमभागः पदान्ते हल् सन्धि कथं करणीयं हल् सन्धि कथं करणीयः इति अस्माकम् अभ्यासः इदानीं वर्तते। तर्हि इदानीम् अग्रे गच्छामः। कुतः पर्यन्तः आसीत्? त्रिणेः इति अभवत् खलु। तर्हि अस्तु, इदानीम् अग्रे अस्ति लम्ब् इति अस्ति, लम्ब् लब् यङ्लुकि इति अस्ति। तत्र रुधादिगणे रुधादिगणे अग्रिमकरपत्रे वा भवति करपत्रे महोदय न श्रूयते वा? अग्रिमकरपत्रे वा? न न न अत्रैव वा? तर्हि प्रथमकरपत्रे अत्र रुधादिगणः इति अस्ति खलु अभ्यासे रुधादिगणे इति अस्ति अभ्यासः अस्ति। तदनन्तरम् अदादिगणे जुहोत्यादिगणे रुधादिगणे इति अस्ति खलु, पश्यति वा? हरि ओम्, प्राप्नोति प्राप्नुवन्ति वा सर्वे? न महोदय, मया न प्राप्तम्। अभ्यासः खलु तत्र इति, तत्र लङ्लकारस्य अदादिगणे आदौ अधः लङ्लकारस्य इति। ओहो, प्राप्नुवन्ति? आं महोदय, कुत्र इदानीं कुतः तद् आरम्भं महोदय? यङ्लुकि इति अस्ति खलु अधः, यङ्लुकि तत्र यङ्लुकि। इदानीं पूर्वस्मिन् वर्गे अस्माकम् अदादिगणे पदान्ते सन्धि कथं करणीयः, जुहोत्यादि कथं करणीयः, रुधादिगणे कथं करणीयः, इदानीं यङ्लुकि। तर्हि मीरा महोदय पठतु लबि। लबि अवसंस्रणे भ्वादिगणे लब् इदितो नुन् धातोः लम्ब् नश्चापदान्तस्य झलि लम्ब् अनुस्वारस्य ई परसवर्णः लम् लम्ब् लटि लम्ब् योगः शप् योगः ते लम्ब् लम्बते। अत्र लङि अलम्ब् योगः योगः त अलम्बत अलम्बत। हल् सन्धेः अभ्यासस्य अवसरे हल् सन्धेः अभ्यासस्य अवसरे नास्ति अवसरो नास्ति यतोहि अङ्गम् अदन्तम्। अत्र अभ्यासं कुत्र भवति? अभ्यासं न, हल् सन्धेः अभ्यास अभ्यासकार्यं हल् सन्धेः अवसरः नास्ति खलु अत्र, यतोहि अत्र अङ्गं किमस्ति अङ्गम्, अतः हल् सन्धि न भवितुं शक्नोति लम्बत अलम्बत मध्ये। अलम्बत अलम्बत अत्र अङ्गमस्ति लम्ब खलु अलम्ब अलम्बयोगत अत्र स्वर अस्ति खलु अन्तिम, अतः अत्र हल् सन्धेः अवसरः नास्ति परन्तु यङ्लुकि अस्ति। पश्यतु अग्रे गच्छतु। यङ्लुकि किन्तु लबि लब् इति तो नु धातोः लम् नश्चापदान्तस्य जलि लम् अनुस्वारस्य ईप सवर्णः लम् लालम्ब् इति धातुः। किमर्थं तत्र यङ्लुकि अत्र उक्तं तत्र? न यतोहि यङ्लुकि नास्ति चेत् अन्यत्र सर्वत्र साधारणतया तत्र शप् प्रत्यय आगत्य भ्वादिगणे अस्ति खलु, शप् प्रत्यय आगत्य अस्तु अस्तु भ्वादिगणे हलन्त नास्ति तस्मात् भ्वादिगणे यङ्लुकि अस्ति चेत् लालम्बिति भवति अतः सन्धेः अवसरः भवति अवसरः भवति लङि लभि लभ् इति तोर्णु लम् नश्चापदार्थस्य जलि लम् अव अनुस्वारस्य इपरसवर्णः लम् लालम्ब् लालम् अलालम्ब् योगः यत् हल् ज्ञाप्योर् दीर्घ सुतिस्य कृत्तं हल् अलालम्ब् अलालम् युक्त लोपः पदसंज्ञायां सत्यां संयोगान्तस्य लोपः अलालम् इम् इम् तस्मात् अलालम् मूनधातोः इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः अलालम् अत्र लम् धातोः लभि लभि धातु रूपं वा इति तु न इकारान्त तत्र अस्ति तस्मात् नुमादेशः तस्मात् लम्ब् भवति लम्ब् नश्चापदान्तस्य जलि अत्र जलि कुत्र न परम् अस्ति बकार वा तस्मात् नश्चापदान्तस्य जलि लम् अनुस्वारः भवति अनुस्वारस्य परसवर्णः अगेन् मकारः भवति लम् लालम् यङ् लुकि रूपं वा रूपं भवति अलालम् लङ् लङि रूप अलालम्ब् योगः च हल् ज्ञाप्यो दीर्घ सूत्रे अपृक्तं हल् तकारः लोपः अलालम्ब् पदसंज्ञायां सत्यां संयोगान्तस्य लोपः इम्ब् तस्मात् बकारः लोपः वा अलालम् मोनो धातोः इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः अलालम् तत्र नूतनसूत्रं वा मोनो धातोः अस्माकं पठितं सूत्रमस्ति अलालम् मकारान्तधातुरूपी पदमस्ति पदान्तमस्ति चेत् मकारस्य नकारः भवति कुत्र पठितं महोदय मौनं कुत्र पठितम् उपरि अस्ति अनन्तरं पश्यतु उपरि अस्ति तर्हि एतादृशम् एतादृशः एकः क्रमः अस्ति परन्तु एषः क्रमः समीचीनः अस्ति न वा इति प्रश्नः कोऽपि वक्तुं शक्नोति वा इदानीम् एतं क्रमं दृष्ट्वा अत्र समस्या का महोदय प्रश्नः कः संयोगान्तस्य लोपः इति त्रिपादिसूत्रं वा तर्हि किम् अत्र पश्यतु नश्चापदान्तस्य झलि सूत्रस्य संख्या का सूत्र वा किं भवति किमुक्तं चतुर्विंशति संयोगान्तस्य लोपः सूत्रस्य संख्या का लोपः अत्र पूर्वमस्ति तर्हि अस्मिन् क्रमे नश्चापदान्तस्य झलि तस्य कार्यं प्रथमं भवति संयोगान्तस्य लोपः इति सूत्रस्य अपेक्षया खलु तर्हि कथं समीचीना नास्ति खलु यतोहि पूर्वत्र सिद्धमस्ति यत्र संयोगान्तस्य लोपः किन्तु पूर्वतनसिद्धम् इत्यनेन न कार्यं कर्तुं न शक्नोति किल महोदय एतत् सूत्रं कथं कार्यं कथं करोति सर्वे सर्वे समस्यां द्रष्टुं शक्नुवन्ति खलु त्रिपाद्यामस्ति खलु त्रिपाद्यामस्ति अतः पूर्वसूत्रं प्रथमं कार्यं करोति परसूत्रम् असिद्धम् अत्र संयोगान्तस्य लोपः इति असिद्धं भवति संयोगान्तस्य लोपः तु पूर्वमस्ति खलु पूर्वमस्ति परसूत्रम् असिद्धं त्रिपाद्यां परसूत्रम् असिद्धं समस्या एव अवगतं भवति अवगतं खलु समस्या एव यद् लिखितमस्ति तत्र नश्चपदान्तस्य झलि सूत्रस्य कार्यं संयोगान्तस्य लोपः सूत्रात् पूर्वं भवति तस्मात् न भवितुं शक्यं तदेव वदामि तद् तत् सा एव समस्या अस्ति तर्हि अतः अग्रे पश्यामः किं लिखितमस्ति अग्रे रघुपतिमहोदय पठतु हा महोदय एकवारं अलालन् इति भवति इदानीं तत्र मकर्तकार इति चिन्तने सति वस्तुतस्तु अनेके अनेकसमस्याः ताश्च एताः संयोगान्तस्य लोपः इति अष्टमाध्यायस्य द्वितीयपादस्य त्रयोविंशतितमं सूत्रमस्ति त्रिपाद्यमस्ति नश्च पदान्तजलि इति तृतीयपादे अस्ति अपि च अनुस्वरते परसवर्णा चतुर्थपादे अस्ति सपादिसूत्राणि सन्ति त्रयमपि परन्तु संयोगान्तस्य लोपः इति पूर्वसूत्रमस्ति नश्चपदान्तजलि अपि च अनुस्वरतेयि परसवर्ण च सूत्रद्वयं प्रति पूर्वसूत्रम् अतः संयोगान्तस्य लोपः तु अलालम्ब् इत्यत्र नकार बकार इत्येव पश्यति अलालम्ब् अलालण्ड् इत्यस्य एव बकारस्य लोपं करोति येन अलालन् साक्षात् सिध्यति इति अस्ति अलालम् किं लिखितम् अत्र मोनोधातोः प्रसक्तिः इदानीम् अलालन् एकवारं तत्र मोनोधातोः त्यजतु किं लिखितम् अत्र लक्ष्यपतञ्जलि इति अनुस्वरते परस्वर्णकार्यं न कर्तुं शक्यते संयोगान्तस्य लोपः प्रति असिद्धमस्ति अतः तत्र नकार एव अस्ति इति अस्ति सत्यं तर्हि लबि अस्ति लब् ईदुनुं धातुः इति सूत्रेण लन् लन ब इति भवति तदनन्तरं द्वित्वं कृत्वा लालन्ब लालन्ब नकार एव इदानीम् अस्ति तदनन्तरं लालन्ब योगः तकारः कन्याभ्यो दीर्घात् तकारस्य लोपः भवति अलाल न ब इति भवति इदानीं संयोगान्तस्य लोपः इति सूत्रं बकारस्य लोपः कृत्वा साक्षात् अलालन् इति तिष्ठति तर्हि अलालन् इति भवति अतः इदानीं नश्चपन्थझलि अनुस्वरस्य परसवर्णः मोनोधातोः तेषां प्रसक्तिः एव नास्ति यतोहि साक्षात् अलालन् एव भवति आगच्छन्ति वा आम् अपि मोनोधातोपि द्वितीयपादे अस्ति खलु महोदय तत्र मकार न आगच्छति एव इदानीं मकार नास्ति एव खलु इदानीं नास्ति एव पूर्वस्मिन् क्रमे मकारः कुतः आगच्छति अनुस्वारस्य हि परसवर्णं खलु परन्तु अनुस्वारस्य हि परसवर्णं चतुर्थपादे अस्ति तर्हि मूर्धातोः द्वितीयपादे अस्ति अतः वस्तुतः संयोगान्तस्य लोपः एव मकारं न पश्यु न द्रष्टुं शक्नोति संयोगान्तस्य लोपः नश्चापदान्तस्य झलि अनुस्वारस्य हि परसवर्णः सूत्रयोः पूर्वमागच्छति सूत्राभ्यां पूर्वमागच्छति अतः संयोगान्तस्य लोपः तु नकारः एव पश्यति अतः बकारं यदा गच्छति तदा अलालन् साक्षादेव भवति खलु आं महोदय तदेव सत्यमस्ति तदेव समीचीनक्रमः अस्ति अन्य अपि एकम् अस्ति तर्कः तत् द्वितीयबिन्दवे अस्ति लिखितमस्ति पठतु अस्तु द्वितीयबिन्दुः अस्ति संयोगान्तस्य लोपः इति अस्ति इत्यनेन अलालम्ब् अलालम् अलालम् इति स्वीकुर्मः चेदपि निमित्तापाये नैमित्तिकपायः बकारः तु अनुस्वारस्य मकारस्य च निमित्तं तस्य अपाये नैमित्तिकस्य अपि अपायः अनेन मकारः पुनः नकारः भवति अलालन् इति अस्तु बकारस्य तत् स्वीकुर्मः चेदपि तत्र मकारस्य नकारः पुनः भवति इति अस्ति वस्तुतः तु नकारः एव अस्ति नकारः बकारस्य स्पर्शेण मकारः भवति खलु अनुस्वारस्य परसवर्णः तर्हि अलालम्ब इति यदि वयं स्वीकुर्मः चेत् एकवारं यदा बकारः गच्छति शैवान्तस्य लोपः इति सूत्रेण तर्हि बकारः मकारस्य निमित्तमस्ति बकारः निमित्तम् अस्ति तद् यदा निमित्तं गच्छति निमित्तापाये तद् नैमित्तिकस्य अपि अपाय नैमित्तिकः अस्ति अतः मकारः अतः मकारस्य अपि नकारः यथा पूर्वं वस्तुतः नकारः अस्ति खलु तत् नकारः एव तिष्ठति तर्हि एतदपि एकः तर्कः अस्ति यत् बकारः निमित्तम् अस्ति बकारः यदा गच्छति तदा मकारः तत्र मकारस्य निमित्तमेव गच्छति अतः नकारः यत् यत् मूलस्थितिः अस्ति सा एव तिष्ठति अतः अलालं भवति इति अपि एकः तर्कः अस्ति अत्र मोनो धातुः इति सूत्रेण नकारः न वा नश्च पदान्तस्थलि इति सूत्रेण एव अलालम्ब इति यदा भवति नश्च प्रान्तझलि तदनन्तरं स्वयम् अनुस्वारे परसवर्णः मकारः भवति ते अलालं भवति परन्तु बकारः यदा गच्छति तदा मकारः अपि गच्छति पूर्वस्थितिः यदस्ति तदेव तिष्ठति अलालं महोदय तत्र निमित्तापनैमित्तिकम् इति किमर्थं तत्र न इदानीं तु तेषां प्रसक्तिः एव नास्ति खलु पूर्वं तु संयोगान्तस्य लोपः एव भवति खलु किमर्थं नकारस्य मकारं करणीयम् अनन्तरं तत्र यदि कोऽपि वदति न न न धातु तु अलालम्ब एव अस्ति मकारः एव अस्ति इदानीमेव करोतु अग्रे तर्हि कथं करणीयम् इति तर्कः अस्ति प्रथमतर्के किं लिखितमस्ति यत् वस्तुतः अनुस्वारस्य परसनष्टकलि इत्यनेन मकारः एव मा करोतु प्रथममेव संयोगान्तस्य लोपः करोतु अतः अलालन् भवति परन्तु अन्य कोऽपि वदति यत् न धातु एव अलालम्ब अस्ति तर्हि अग्रे कथं गन्तव्यम् इति आम् सत्यम् अतः इति तु नुं दातु इत्यनेन सामान्यतः वयं कुर्मः तत् अनच्छब्दाञ्जलि इति सामान्यतया किं कुर्वन्ति धातुं निर्मीयन्ते ते धातुः अस्ति लालकारः अस्ति तर्हि परन्तु अहं तु चिन्तयामि यत् प्रथमतर्कः एव समीचीनमस्ति धातु अलालम्ब अस्ति सत्यमस्ति परन्तु धातु अलालम्ब कथं भवति तत्र अन्य किमपि कार्यं नास्ति अतः तत्र नश्चपन्तझलि अनुस्वारस्य परसवर्णः इति सूत्रेण मकारः भवति परन्तु प्रक्रियायां यदि दीर्घप्रक्रिया अस्ति इदानीं पदं पदस्य निर्माणम् इदानीम् अस्ति खलु तत्र तु वस्तुतः मूले लालम्ब एव नकारः एव अस्ति अतः तस्मिन्नेव क्रमे कार्यं करणीयम् इति अतः अहं प्रथमं क्रममेव अहं चिन्तयामि तदेव समीचीना अस्ति प्रथमबिन्दु सर्वे अवगच्छन्ति न किं किमत्र भवति प्रश्नः अस्ति वा महोदय स्पष्टीकरणं न अवगतं किं न अवगतं प्रक्रिया न अवगतं सम्यक् न अवगतम् न न किं न अवगतं तदेव पृच्छामि अलालम् इति कथं सिद्ध्यति इति न तदेव वदामि अत्र एक अलालम्ब यदि धातु अलालम्ब इति यदि वयं स्वीकुर्मः यत् न प्रथमं तु मकारः बकारः करणीयः धातु अलालम्ब तत्र जनाः वदन्ति यत् शयोगान्तस्य लोपः कृत्वा यदा बकारः गच्छति तदा निमित्तं गच्छति, अतः नैमित्तकं यत् अस्ति मकारस्य वस्तुतः नकारः अस्ति तद् मकारः भवति, तद् मकारस्य निमित्तं किं बकारः, अतः बकारः गच्छति चेत् मकारः अपि न स्थातुं शक्नोति, अतः नकारः एव करणीयः साक्षात्। संयोगान्तस्य लोपः इत्यनेन बकारः गत्वा तदनन्तरं निमित्तापाय नैमित्तिकस्यापि अपायः इति तर्केण मकारः अपि न तिष्ठति, नकारः एव भवति, अतः अलालन् इति अस्ति। परन्तु प्रथमबिन्दुः किं वदति यत् न, वस्तुतः अलालम्बमध्ये ईदुनुं धातुः इति सूत्रेण नकारः एव आगच्छति, तदनन्तरम् अनुस्वारस्य एपरसवर्णः इत्यनेन मकारः भवति, परन्तु तत्तु 83 अथवा 84 मध्ये अस्ति, संयोगान्तस्य लोपः तु 82 मध्ये अस्ति, त्रिपाद्यां पूर्वं पूर्वसूत्रं कार्यं प्रथमं करोति, अतः वस्तुतः इदितोनुं धातुः इत्यनेन नकारः एव अस्ति, तदनु हल्याभ्यो दीर्घस्य प्रथमल् इत्यनेन तकारः गच्छति, इदानीम् अला ल न ब एव अस्ति, तदनन्तरं संयोगान्तस्य लोपः कृत्वा अलालन् एव साक्षात् भवति। तत्र तदनन्तरं मोनो धातोः नश्चलि अनुस्वारस्य परसवर्णसूत्रस्य प्रसक्तिः एव न भवति, यतोहि इदानीं नकारः झल्प झलिपरे नास्ति खलु, नकारः पदान्ते अस्ति। तर्हि त्रिपाद्यां सर्वदा यदा या कापि प्रक्रिया अस्ति, दीर्घप्रक्रिया भवेत् लघुप्रक्रिया भवेत्, सर्वदा त्रिपाद्यां यदि सूत्राणि यदि सन्ति तर्हि पूर्वत्र सिद्धम् इति अधिकारसूत्रेण पूर्वसूत्रस्य एव कार्यं प्रथमं करणीयं, न तु प्रथमम् अन्यसूत्र परसूत्रस्य कार्यं करणीयं तदनन्तरं पूर्वसूत्रस्य कार्यं कृत्वा लोपं कृत्वा किमपि गच्छति इति करणीयम् इति साक्षिति सम्यक् नास्ति। क्रमं पूर्वसूत्रं प्रथमं कार्यं कुर्मः तदनन्तरम् अन्यसु परसूत्रस्य प्रसक्तिः अस्ति चेत् तस्य कार्यं भवति इति सिद्धान्तम् इति सिद्धान्तम् अनुसृत्य यदि वयं कार्यं कुर्मः तर्हि दोषः न भवति इति अस्ति। अस्तु, इदानीम् अग्रे रघुपतिमहोदय तृतीयबिन्दुः अपि पठतु। हा महोदय, तृतीयबिन्दुः अस्ति संयोगान्तस्य लोपः इत्यनेन अलालम्ब अलालम् इति चितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि मोनो धातोः इति अपि त्रिपाद्यां पूर्वत्रिपादिसूत्रं नश्चापदाञ्चलि इति अपि च अनुस्वारसेयि परसवर्ण इत्यनयोः कार्यमेव न पश्यति, इदितोनुं धातोः इत्यनेन व्युत्पन्नं नकारमेव पश्यति अलालन् इति, अतः मोनो धातोः अलालम् इति रूपं दृष्ट्वा किमपि न करोति, अत्र मकारः नास्ति अतः तस्य नकारस्य आदेशः न भवितुमर्हति, मोनो धातोः प्रसक्तिरेव नास्ति इदानीं। तर्हि अतः अत्र कन्फ्यूज भ्रमस्य आवश्यकता नास्ति, सरलमस्ति, लम्ब अस्ति लब् तत्र इदुनुं धातुः तत् तेन ल न ब नुम् इत्युक्ते किं नकारः, ल न ब इति भवति ऋत्वं इति भवति ला ल न ब, तर्हि तकार तदनन्तरम् अलालम्ब योगः तकारः अल्नाभ्य दीर्घः इत्यनेन तकारस्य लोप अलालम्ब इति भवति, नकारः एव अस्ति इदानीं, तदनन्तरं बकारस्य लोपः संयोगान्तस्य लोपः इति सूत्रेण अलालन् इति भवति समाप्तं। तत्र इदानीं नकारः पदान्ते अस्ति झल्परे नास्ति, अतः अनुस्वारस्य परसवर्णसूत्रं कार्यं न करोति, अनुस्वारः न भवति, अनुस्वारः न भवति अतः अनुस्वारस्य परसवर्ण अपि कार्यं न करोति, अपि च मूणधातोः अपि कार्यं न करोति यतोहि धातोः अन्ते नकारः अस्ति, नकारः नास्ति, अतः सरलतमः मार्गः अस्ति प्रथमबिन्दुः इति, भ्रमः अपि नास्ति किमपि नास्ति। अस्तु, तर्हि अग्रे मदर् महोदय। आं महोदय, अतः कया अपि दृष्ट्या अनुस्वारादेशः च मकारादेशः च न भवतः, अन्ततो गत्वा क्रमः अयम् एव लम्बि लब् इति तो नुम् धातोः लम्ब् लालम्ब् अलालम्ब् योगः तकारः तकारः लोपः आलम् संयोगान्तस्य लोपः अलालन् इति भवति. अतः अन्तिमक्रमः अस्ति लबि इत् लब् अभवत् इति तु नुम् धातुः इति सूत्रेण. तदनन्तरं लम्ब् इति भवति लङ् यङ् लुकि ला लालम्ब् इति भवति लङ्गि अलालम्ब् योगः तकारः तकारस्य लोपः भवति अलालम्ब् इति भवति. संयोगान्तस्य लोपः इति सूत्रेण बकारः लोपः भवति अलालन् इति एव अन्तिमरूपं भवति. तदेव प्रथमबिन्दुमेव अस्ति, किमपि नास्ति. लालन्ब तकारलोपः संयोगान्तस्य लोपः अलालन् सरलतमक्रमः अस्ति. केचन वैयाकरणाः निमित्तस्य पाये निमित्तिकस्य अपि पायः इति न मन्यते, यतोहि अयं न न्यायः न वा परिभाषा. काशिकान्यासे पदं पदञ्चर्या च चोः षुडनासिके च इत्यस्य व्याख्याने तथा उच्यते. एवं दृष्ट्या वक्तव्यं चेत् अकृतव्यूआह पाणिनीयाः इति परिभाषया नाशित् शिष्यमाणं निमित्तं न स्वीकर्तव्यम् इति इत्यस्मात् लङ् लकारे प्रथमपुरुष एकवचने बकारस्य नशिष् यमानत्वात् नश्य पदान्तस्य जलि च अनुस्वारस्यै परसवर्णः इत्याभ्यां कार्यं न साधयितुम् एव तथा सति प्रक्रिया एवं. केचन वैयाकरणाः वदन्ति निमित्तम् अपाये निमित्तिकस्य अपाये न मन्येते. अत्र निमित्तिकस्य अपाय निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः इति वस्तुतः न तु न्यायः अस्ति, न परिभाषा अस्ति, न सूत्रमस्ति, किमपि नास्ति. काशिका इति एकस्मिन् काशिका मध्ये तत्र एकस्मिन् एकस्य सूत्रस्य व्याख्याने इति लिखितमस्ति, परन्तु वस्तुतः शास्त्रीयरूपेण न्यायः नास्ति, परिभाषा नास्ति, सूत्रं नास्ति, किमपि नास्ति. अतः तस्य प्रयोगः न करणीयः इति केचन वैयाकरणाः चिन्तयन्ति. तथा अस्ति चेदपि तथा अस्ति एकः मार्गः अस्ति. अस्तु, निमित्तस्य अपाये नैमित्तिकस्य अपायः, नैमित्तिकस्यापि अपायः इति सूत्रस्य इति तर्कस्य तर्कः न प्रयोजनीयः. अस्तु, एकः परिभाषा अस्ति अकृतव्यूहः पाणिनीयः इति अस्ति. तर्हि एषा परिभाषा का वदति यत् अग्रे गत्वा यदि कोऽपि निमित्तं यदि तस्य नाशः भविष्यति, अग्रे गत्वा यदि कस्यापि निमित्तस्य नाशः भवति तर्हि प्रक्रियायां पूर्वे एव तस्य निमित्तस्य सहायता न स्वीकरणीया. तर्हि नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इति. तर्हि यदि कोऽपि वदति यत् लालम्ब इति धातुः अस्ति, मकारः धातुः अस्ति, अस्तु, परन्तु अग्रे गत्वा संयोगान्तस्य लोपः इति सूत्रेण बकारस्य यत् निमित्तमस्ति मकारस्य, बकारः निमित्तमस्ति, तस्य नाशः भवति एव अग्रे गत्वा. अतः पूर्वे एव तस्य निमित्तस्य तस्य सः निमित्तः न स्वीकरणीयः, तन्निमित्तं न स्वीकरणीयम्। अतः तन्निमित्तं न स्वीकरणीयं, तर्हि यदि निमित्तमेव न स्वीकरणीयं तर्हि मकारं न भवति, अतः नकारः एव तिष्ठति। नाम यदि एकं मार्गमस्ति यत् नश्चापन्दस झलि अनुस्वारस्य परसवर्णः परसूत्राणि सन्ति त्रिपाद्याम्, अतः तेषां कार्याणि एव न भवति, यतोहि सेवकान्तस्य लोपः इति सूत्रं प्रथमम् आगत्य बकारः गच्छति, नकारः एव भवति। परन्तु यदि इदानीमपि यदि कोऽपि वदति यत् न धातुलालम्ब अस्ति, मकारः बकारः अस्ति, तथा एव यदि वयं कोऽपि वदति तर्हि तस्यापि मार्गमस्ति यत् निमित्तस्य अपाये निमित्तिकस्य अपि अपायः इति एकमस्ति। परन्तु तद् केचन वैयाकरणाः वदन्ति यत् इति तु शास्त्रीयकारणं नास्ति, यतोहि एतद् न तु सूत्रं, न तु परिभाषा, न किमपि, न न्यायः। अस्तु, तेषां कृते एका परिभाषा अस्ति, अकृतव्यूयः प्राणिनीयः। ते वदन्ति यत् अलालम्बमध्ये अलालम्ब प्रथममेव अलालम्ब मा करोतु, यतोहि इदानीम् एतस्मिन् एषां प्रक्रिया एतस्यां प्रक्रियायाम् अग्रे गत्वा बकारस्य लोपः भवति इति तु वयं जानीमः, सिंहकान्तस्य लोपः अग्रे गत्वा बकारस्य लोपः यदि भवति एव तर्हि पूर्वे एव बकार इति निमित्तं मत्वा ये कार्याणि भवन्ति ते तानि कार्याणि मा करोतु। तर्हि बकारं निमित्तं स्वीकृत्य तत् किं कार्यं भवति? नकारस्य नकारत्वं भवति, अतः तत् कार्यं मा करोतु। अतः मकारः अस्ति तत् नकारः एव तिष्ठति, मकारं न भवति। अतः अलालन् ब इति अस्ति, बकार यदा संयोगान्तस्य लोपः भवति तर्हि अलालन् इति भवति। न निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः इति यत् शास्त्रीयतर्क नास्ति, तस्य स्थाने अकृतव्योयः पाणिनीयः इति एका शास्त्रीयपरिभाषा अस्ति इति चिन्तयतु। अस्मिन् प्रसङ्गे एतत् सर्वस्य आवश्यकता नास्ति, भ्रमात्मकम् अस्ति इति अहं चिन्तयामि। परन्तु अग्रे गत्वा कुत्र कुत्रापि अकृतव्योः पाणिनीयः इति तस्य प्रसक्तिः भवति। अतः अत्र यदि भ्रमः अस्ति चेत् त्यजतु। साक्षात् अलालम्ब तदनन्तरं तकारस्य लोपः तदनन्तरं सेवकान्तस्य लोपः इत्यनेन अलालन् इति सरलमार्गमस्ति, तत्र अन्य कस्यापि परिभाषायाः न्यायस्य तर्कस्य आवश्यकता नास्ति इति अस्ति। लम्बि लम्ब् इति तोनुं धातोः लम्ब् लालम्ब् लङ् लकारे तकारप्रत्ययस्य लोपो सति बकारलोपस्य करिष्यमानत्वात् निमित्त नशिष्यमानत्वात् नश्य पदान्तस्य जलि च अनुस्वारस्य परसवर्णः इत्यनयोः कार्यं न भवति। अलालम्ब् योगः तकारः तकारलोपः अलालम्ब् संयोगान्तस्य लोपः अलालन् इति रूपं। अग्रे गत्वा बकारस्य नाशः भवति, अतः मकारनिमित्तं ये कार्याणि सन्ति, नाम नश्चापदान्तस्य झलि अनुस्वारस्य परसवर्णः, तानि न करणीयानि। अतः अनुस्वारः न भवति नकारस्य, अपि च तदनन्तरम् अनुस्वारस्य मकारः अपि न भवति, अतः नकारः एव तिष्ठति, तदनन्तरं लोपः कृत्वा लालन् इति भवति। परन्तु अस्य अपि आवश्यकता नास्ति इति अस्माभिः प्रथममेव पूर्वमेव दृष्टम्। अत्र पूर्वत्र सिद्धम् इत्यनेन अस्य पदान्तस्य जलि इत्यत्र शास्त्रासिद्धम्। तर्हि लब् मध्ये कस्यापि प्रश्नः अस्ति वा? यदि कोऽपि पृच्छति यत् यं लुक् धातुकः कः अस्ति तर्हि अलालम्ब इति एव वक्तव्यं, यतोहि अलाल् धातु यदि कोऽपि पृच्छति तर्हि धातोः निर्माणप्रक्रियायाम् अन्य किमपि नास्ति। ल न ब अस्ति, तस्य द्वित्वं कृत्वा ला ल न ब अस्ति, इदानीम् अन्य कोऽपि प्रक्रिया कापि प्रक्रिया नास्ति, केवलं धातोः निर्माणं करणीयम्। अतः अत्र सेवकान्तस्य लोपः अनुस्वारस्य परसवर्णः इति कार्यं भवति ते लालम्ब इति भवति धातुः अस्ति लालम्ब परन्तु यदा लङ्लकारस्य रूपं करणीयं तत्र प्रक्रिया भिन्ना तत्र प्रत्ययः अपि आगच्छति तकारः तत्र तकारस्य लोपः भवति अलालनब इति अस्ति इदानीम् अलालन्ब अत्र पदमस्ति पदान्तमस्ति धातुनिर्माणे तत् पदान्तं नास्ति अत्र पदान्तमस्ति पदान्तमस्ति अतः सेवकान्तस्य लोपः प्रथमं भवति अतः बकारस्य लोपः प्रथमं भवति यतोहि पूर्वत्र सिद्धमिति प्रतिपाद्यां प्रथम पूर्वसूत्रमस्ति अतः बकारः गच्छति अतः अलालन् भवति एकवारम् अलालन् भवति तदनन्तरम् अग्रे सेवकान्तस्य लोपः अपि च अपि नष्टवर्णशैलि अनुसारस्य परसवर्ण तयोः प्रसक्तिः एव न भवति तर्हि भेदः कः अस्ति धातोः निर्माणे पदान्तं नास्ति नकारबकार परन्तु लङ्लकारस्य रूपनिर्माणे एकदा तकारः गच्छति हन्याभ्युदीर्घः तदनन्तरं पदान्ते आगच्छति पदान्ते आगच्छति अतः संयोगान्तस्य लोपसूत्रस्य कार्यं प्रथमं करणीयं बकारस्य लोपः प्रथमं करणीयं बकारस्य लोपानन्तरं नश्चपान्तशैली अनुस्वारस्य अनुस्वारस्य ऐ परसवर्णः इति सूत्रयोः प्रसक्तिः एव न भवति अतः अथ प्रक्रियायां भिन्नता अस्ति भेदः अस्ति धातोः निर्माणे अपि च पदस्य निर्माणे प्रक्रियायां भेदः अस्ति इति सर्वे आगच्छन्ति वा प्रश्नः अस्ति वा कस्यापि पर्यन्तं न महोदय तर्हि सर्वदा धातुः लालम्ब अस्ति अथवा किमपि अस्ति तत् चिन्तयित्वा कार्यम् इदानीम् अग्रे करणीयम् इति नास्ति धातोः निर्माणः अपि प्रक्रियायाः भागः भवितुं शक्नोति इति अस्तु अग्रे गच्छामः अग्रे एको अस्ति बी महोदय अग्रे पठतु प्रच् इदानीं प्रच् अन्तिमाभ्यासः अस्ति प्रच् प्रच् तस्य यङ् लुक् भवति पाप्रच् इदानीं पाप्रच् इति लङ्लकार प्रथमपुरुषे एकवचनं रूपं वदतु कथं भवति पाप्रच् योगः इत् अत्र अपापृच् तदनन्तरम् इप् इति लोपः भवति कस्य लोपः भवति इप् केन सूत्रेण हलिङ्गाभ्यो दीर्घात् श्रुति अपृक्तं इति सूत्रेण किं पुनः वदतु मया न श्रुतं हलङ्ग्याभ्यो दीर्घात् श्रुति अपृक्तं हल् इत्यनेन सूत्रेण प्रकारस्य लोपो भवति अग्रे अपापृच् अत्र इच् चकारः आगच्छति किं चोः चोः भवति किल तत्र एव संयोगान्तस्य लोपः वा महोदय संयोगान्तस्य लोपः भवति वा अङ्गकार्यमस्ति खलु महोदय तत्र चोः शूडन्न इति भवति वा चोः शूडनमस्ति चेत् तत्र किमस्ति निमित्तं किमस्ति तकारस्य लोपः भवति अतः अत्र अनुनासिक नास्ति अनुनासिकृज्जलोः खलु कट्टे चलि अस्ति वा एकनिमिषोहोषुडनासिके जल् परे अस्ति खलु जल् क्विज्जलोः इति खलु अरुणासिके च नास्ति वा जल् परे अस्ति वा नास्ति तकार अस्ति खलु लोपः भवति चेत् भवति खलु तत्र आदर्शनलोपः अस्ति चेदपि कार्यं भवति खलु महोदय अङ्गकार्यमस्ति खलु तत् पूर्वं भवति महोदय चकारस्य स्थाने ककारः आदेशः भवति एकनिमेषः रघुपतिमहोदयः प्रश्नः समीचीनः अस्ति एकनिमेषः भवान् किं भवति महोदय पाप्रच् अङ्गकार्यम् इति कृत्वा पाप्रच् योग अर्थः इति अस्ति इदानीम् अङ्गकार्यम् अस्ति जलिपरे अस्ति चोः चूडु अन्नासिके चैत्रे नश शकारादेशः भवति तुक्सहितचकारस्य स्थाने प्रापश्य इति भवति खलु तर्हि भवान् वदति यत् परच् भवति तर्हि पाप्रच् इति भवति पाप्रश् एकनिमिष अपाप्रश् योगः तकारः इदानीं चोः चूडु अन्नासिके च इति अङ्गकार्यमस्ति हल्न्याभ्यो दीर्घं हल् इति अङ्गकार्यं नास्ति यतोहि 6-1 अस्ति खलु 6-1 एकनिमिषः हा तर्हि वारणादङ्गं बलीयम् इत्यनेन सयोगान्तस्य लोप अवे छोः षुडनासिके च इत्यस्य कार्यं प्रथमं भवति इति भवती वदति वा आं महोदय तत्र भवति खलु मम भ्रमः अस्ति इदानीं छोः षुडनासिके इति सूत्रस्य अङ्गकार्यं 6-4-19 खलु तदस्ति परन्तु तस्य निमित्तं किम् इति एकवारं द्रष्टव्यं छोः षुड् अनुनासिके च क्विज्जलोः खलु परन्तु तद् झल् झल् यत् अस्ति प्रत्ययः तत् कित्नि भवेत् वा न वा एकवारं महोदय तत्र एकवारं किमपि विस्मरोड् अनुनासिके एकवारं तत्र अनुनासिके च एकवारं तत्र क्विजलोः अनुनासिके अथवा जलादौ ओ अस्तु क्षम्यतां महोदय जलादौ कितिन् इति प्रत्यये पदे क्षम्यतां आं सत्यं सत्यं क्षम्यतां तर्हि अत्र यदि कित्नि नास्ति प्रत्ययः तर्हि सम्यक् तर्कः अस्ति परन्तु तकारः कित्चित् नास्ति खलु कित् अस्ति आमां सत्यं सत्यं मम भ्रमः अस्ति बहु समीचीनं प्रश्नः बहु समीचीनं प्रश्नः अस्ति महोदय परन्तु अत्र तस्य कार्यं न भवति यतोहि तकारः कित्पित् नास्ति अतः छोष्णुनासिके कार्यं न करोति हल्न्याख्यो तिरिकादृष्टिप्रस्थं हल् एव कार्यं करोति तर्हि अपाप्रच्छ इति पदं भवति अग्रे किं करणीयं विधि महोदय अग्रे चोः कुः इति कार्यं न करोति वा महोदय सवर्गस्य स्थाने कवर्गः आदेशो भवति परन्तु एकम् अन्यत् सूत्रमपि अस्ति चिन्तयतु भ्रश्च भ्रश्च इति वा महोदय तत् सूत्रं पूर्णं पठतु भ्रश्च भ्रज मृज यज राज छाया सह अत्र कुत्र अस्ति महोदय अत्र अत्र तुक्सहितचकारस्य भवति अत्र किमस्ति भ्रष्टधातु भ्रष्टधातु सृजधातु मृजधातु यजधातु राजधातु भ्राजधातु तुक्सहितचकारान् धातुः छ इति अस्ति खलु हो धन्यवादः महोदय सकारान्ताः सकारान्ताः तेषां धातूनाम् अन्तिमवर्णस्य स्थाने सकारादेशो भवति एतत्तु चोः कुः इति प्रभाद्य चोः कुः इति सूत्रस्य अपवादः अस्ति ओके अत्र मध्ये पदान्ते किमस्ति तुक्सहितचकारः अस्ति खलु आम् चोः कुः इति सूत्रं प्रबाध्य किं करणीयं व्रश्च व्रश्च अतः सकारादेशः भवति अत्र प्रश् इति आगच्छति वा व्रश्च व्रश्च इति सूत्रं चोहकुः सूत्रस्य अपवादः अस्ति अपि च संयोगान्तस्य लोपस्य अपि अपवादः अस्ति नाम ज छ इति अत्र अपाप्रच् मध्ये संयोगान्तम् अस्ति खलु? आम्, परन्तु संयोगान्तस्य लोपः इति सूत्रं यदि कार्यं करोति तर्हि छकारः गत्वा अपाप्रच् भवति. तर्हि यदि सर्वत्र यदि अन्ते तुक्सहितछकारः अस्ति तत्र यदि संयोगान्तस्य लोपः यदि कार्यं करोति तर्हि वरश्च प्रश्च इति सूत्रस्य यत् तुक्सहितछकार इति भागः अस्ति तस्य निरावकाशः भवति खलु? संयोगान्तस्य लोपः अपि कार्यं न करोति प्रबाध्य, अपि च चोहपुः इति अपि प्रबाध्य व्रश्च प्रश्च इति कार्यं करोति भवति. अग्रे इदानीं पदान्ते मूर्धनषकारः अस्ति. अग्रे किम् अस्ति भवति किल चष्मं भवति तदनन्तरं तदेव विजि महोदय वदतु कार्यं समापयति वा समाप्तं वा? अप्राप्रश् अवसाने अपि वा महोदय अपाप्रट् अवाप्रट् इति रूपद्वयम् अपाप्रट् अपाप्रट् तदेव मध्यमपुरुषे अपि अपाप्रड् अपाप्रड् ओके अवगच्छन्ति वा सर्वे? अवगच्छामि. अग्रे विजय महोदय अग्रे करोतु. धन्यवादः विजय महोदय. आं जी अग्रे नमस्कारः. अत्र दुः धातु अस्ति दो दुः इति यङ्लुकि भवति तत्र लङ्रूपे अकारः आगच्छति अतः तत्र अधो दुः इति भवति. अनन्तरं तत्र हो डहो इति सूत्रेण कार्यं करोति वा जि? तकारः अस्ति खलु? एकनिमिषम् अधो दुः भवति अनन्तरं दादेर् अधो दुः योगः तकारः इदानीं कार्यं एकनिमिषं तकारः तत्र तकारः हल्याभ्यो दीर्घात् श्रुति सप्तकृतं हल् इति सूत्रेण तकारस्य लोपः भवति वा? लोपः भवति. अधो दुः इति भवति तत्र हकारः अस्ति अकारस्य स्थाने किम् अस्ति तत्र गकारः आगच्छति तत्र केन सूत्रेण? गकारः उक्तवती इदानीं भवती एव उक्तवती सूत्रं किम् होदः वा न दादेर् एकनिमिषं दादेर् धातोर्गः इति सूत्रेण हकारस्य स्थाने गकारः आगच्छति इदानीम् अधो दुग् इति भवति अधो दुग् इति भवति चतुर्थ कावर्गस्य चतुर्थवर्णः अस्ति अधो दुग् इति भवति अनन्तरम् अधो दुग् इति भवति अनन्तरं तत्र तत्र तृतीयवर्णः अस्ति जलां जशोन्ते इति सूत्रेण अतः तत्र जलां जशन्ति इति सूत्रेण अधो दुड् इति भवति कथं भवति अधो दुग् घकारः अस्ति खलु घकारः अस्ति तत्र चतुर्थवर्णः अस्ति चतुर्थवर्णस्य स्थाने तृतीयवर्णः न आगच्छति वा? सत्यम् एतत् सूत्रम् एकाचो बशो बश् जशन्तस्य एतदेव कार्यं करोति खलु जि एतत् सूत्रमेव किं सूत्रम् एकाचो बशो बश् इति सूत्रं कार्यं करोति वा तत्र चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति परन्तु निमित्तं किम् एकाचो बश् न तस्य प्रत्ययः तत्र चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति तत्र सूत्रं चतुर्थवर्णः तृतीय न तृतीयवर्णस्य चतुर्थः भवति परन्तु एकाचो बशो बश् झषन्तस्य सूत्रं द्वोः अस्ति खलु स्तोः इत्युक्ते किम् पदान्तस्य अपि अस्ति खलु महोदय एतत् सूत्रमेव तृतीयवर्णस्य स्थाने चतुर्थवर्ण न न चतुर्थवर्ण वदतु सूत्रस्य मम प्रश्नः अस्ति एकाचो बशो बश् इति सूत्रस्य प्रसक् निमित्तं किम् वदतु एकमस्ति झषन्त झषन्त अस्ति वा अत्र अदुघ अन्ते झस्वर्ण अस्ति वा अस्ति खलु खकारझस्वर्णे अस्ति ते झषन्त अस्ति तदनन्तरम् अतः एव अहं वदामि तत्र जलां झषन्ति इति सूत्रेण एकनिमिषं न न न महोदय किमर्थं कोडक न भवति तत्र दादेर् धातुर्भवति खलु कोडकस्य अपवादः अस्ति द धातु धातोः दकारादि अस्ति चेत् कोडः न कृत्वा घकारः भवति दादेर् धातुर्भव महोदय वा दुःख मुक्ष्णुहाम् इति सूत्रेण कार्यम् अस्ति वा न वा दुःख इति द्रुहो वा दुः ओ ओके धन्यवादः दृहु मुहु ओके तर्हि अदोदुघ इदानीम् अदोदुघ अस्ति विजया महोदय वदति एकाचो बशो बश् झषन्तस्य स्वः इति सूत्रस्य प्रसक्तिः भवति मम प्रश्नः अस्ति कथं भवति सर्वे सर्वाणि निमित्तानि सन्ति वा सन्ति चेत् भवति सन्ति पदान्ते अस्ति विजया महोदय क्षम्यताम् तर्हि अदो दुघ इति अस्ति तर्हि पश्यतु तत्र पदान्त धातुः अस्ति दो दुग् तस्य झषन्तमस्ति अन्ते हकारः झष् प्रत्याहारे अस्ति झषन्तमपि अस्ति एकाच भागः अस्ति दुघ् एकाच भागः अपि अस्ति तत्र एकाच भागः अस्ति तस्य प्रथमवर्णः अस्ति बश् प्रत्याहारे दकारः तृतीयवर्णः बश् प्रत्याहारे अस्ति तदनन्तरं झषन्तमस्ति तदनन्तरं निमित्तं किं प्रत्ययः सकारादि भवेत् ध्वं भवेत् अथवा पदान्ते भवेत् अत्र पदान्तमस्ति अतः सर्वाणि निमित्तानि सन्ति अतः यद् दकारः यत् भष् प्रत्याहारे अस्ति तत् भष् प्रत्याहारे तस्य तत् परिवर्तनं भवति तर्हि 3-4-4-4 भवति अतः अ दो दुघ भवति अ दो ध्रु अवगच्छन्ति वा सर्वे किमर्थं होडः न भवति महोदय होडस्य अपवादसूत्रमस्ति खलु दादेव धातोर्भः अभवत् अस्ति 31 अस्ति 32 एतदस्ति अपवादसूत्रमस्ति ओढ तस्य सूत्रस्य अग्रे एकं A231 A232 यदि दकारादि अस्ति चेत् हकारस्य ढकारत्वं न भवति परन्तु घकार भवति अत्र दकार धातुः अस्ति खलु, अ दो दकारः अस्ति, अतः अ दो दुग्, तदनन्तरम् एकाचो बशो बश् इति सूत्रेण अ दो धुग्, अ दो धुग्। इदानीं किं भवति अदो दुग्, तदनन्तरं किं करणीयं विजया महोदय? अदो दुग् इति भवति, अनन्तरं तत्र जस्त्वं भूत्वा जलां जशन्ति इति सूत्रं कार्यं करोति, अतः तत्र अदो दुग् इति भवति, अदो दुग् तृतीयवर्णः। अनन्तरं चत्र तत्र चर्त्वं भूत्वा अदो दुक् इति भवति। केन सूत्रेण चर्त्वं? खरि च न खरि च इति खरि अस्ति खलु, अत्र खरि परिधे नास्ति, तत्र चर्त्वं भूत्वा एव अतः रूपद्वयं भवति अदो धुक् अधो अदो धुग् तर्हि ककार भवति अन्त ककार भवति आम् अस्तु आगच्छन्ति तत्र अस्तु जि दादेव धातुर्गः इति सूत्रं होढः सूत्रस्य अपवादः भवति अतः ढकारत्वं न भवति दकारत्वं भवति इति अस्तु अग्रे अग्रे कः अस्ति येन न भवितं मीना महोदय भवती करोतु मघ मा मङ्घ इति भवति भवति मामङ्ग् इति एकवारं वदतु मघी इति औपदेशिकधातुः अस्ति मघी ईदितवर्णं धातुः इति सूत्रेण मङ्घ भवति तदनन्तरं भवति यङ् लुकि मामङ्ग् भवति मामङ्ग् लङि अमामङ् अमामङ् योगः तत् यत् हल्ण्याभ्योर्दीर्घात् लोपः भवति हल्ण्याभ्योर्दीर्घात् सुतीस्य पृक्तं हल् इति सूत्रेण इति लोपः भवति अमामङ् ककारान्तः अमामं संयोगान्तस्य लोपः अमामन् समाप्तम् रूपं भवति संयोगान्तस्य लोपः अग्रे रघुपतिमहोदय व्रश्च व्रश्च वाव्रश्च इति अस्ति वाव्रश्च अस्तु वाव्रश्च च एकवारं वाव्रश्च योग तकार अस्ति इदानीं तत्र हल्गीर्घासूति चलितेन महोदय वस्तुतः किमस्ति वस्तुतः व्रश्च हा महोदय व्रश् सकार अस्ति व्रश्च सकारः अस्ति धातुनिर्माणप्रक्रियायां षकारः कथं भवति तत्र चकारस्य अतः शुत्वं भूत्वा स्तोभश्चुनाश्चुः इत्यनेन षकारः भवति व्रश्च षकारः तर्हि धातु अस्ति व्रश्च अथवा वा व्रश्च परन्तु इदानीं पदनिर्माणप्रक्रियायां तु यथा लम्ब् मध्ये अस्माभिः दृष्टं तथैव अत्र अपि प्रक्रियायां वस्तुतः सकारः अस्ति एतदेव चिन्तनीयम् यतोहि स्तोकोश्चुनाश्चुः त्रिपाद्याम् अन्ते भवति खलु चतुर्थपादे अस्ति अतः तस्य कार्यं सर्वदा अनन्तरं भवति प्रक्रियायां प्रसक्तिः अस्ति चेत् इदानीम् अवाव्रश्च एव अस्ति व्रश्च धातुः एव अस्ति तस्य द्वित्वं कृत्वा वाव्रश्च इति भवति अवाव्रश्च योगः तकार इदानीं करोतु अवाव्रश्च योगः तकार अवाव्रश्च योगः तकार अस्ति अवाव्रश्च योगः तकार हल्गे दीर्घ सूतीसि अपृक्तं हलित्रेण तकारस्य लोपः अवाव्रश्च इत्यादिमस्ति इदानीं सकारचकार अस्ति अतः व्रश्च वश्च तत्पूर्वं भवति प्रायः स्कोः संयोगार्थस्य इत्यनेन सकारस्य लोपः भवति वा व्रच् इति भवति वा व्रच् इदानीम् अवाव्रच् क्षम्यताम् अवाव्रच् अनन्तरम् अत्र चोः कुः इत्यनेन चोः कुः एव तत्र तस्यैव एकवारं चकार अस्ति खलु महोदय परन्तु चोकुः कार्यं करोति वा आं कार्यं करोति खलु चोकुः अनन्तरं सूत्रं किमस्ति चोकुः अनन्तरं सूत्रमस्ति व्रश्च व्रश्च इति खलु तर्हि तत् व्रश्च अस्ति खलु तत् कार्यं तदेव कार्यं करोतु अस्तु अस्तु अहं क्षम्यतां तदेव आमां सत्यं तत् तत् प्रभाद्य आमां व्रश्च व्रश्च बृज व्रच्च व्रश्च सृज मृज जय राज ब्राज चषांशः इत्यनेन षत्वम् अत्र वा व्रश् इति भवति इदानीं वा व्रश् इदानीं तत्र जलां दशवन्ते इत्यनेन तत्र वा व्रड् अथवा वावसाने इत्यनेन तत्र वा व्रट् इति चत्वम् अवाव्रट् अवाव्रड् इति रूपम् अवाव्रट् अवाव्रड् सर्वे अवगच्छन्ति वा आं जि अस्तु इदानीं किं करणीयम् इदानीम् अद्य मम किमपि कार्यमस्ति अतः अधुना एव वयं समापयामः क्षम्यतां तर्हि इदानीम् अन्य अग्रिमरविवासरे कुर्मः समयः किं जि तर्हि मीना महोदयस्य इदानीं किमस्ति सा यूके मध्ये अस्ति खलु अतः सा प्रातः न कर्तुं शक्नोति अतः न महोदय 11 AM सण्डे वा सण्डे सण्डे एव 11 AM GMT तत्र इण्डिया मध्ये किमस्ति 12, 1, 2, 3, 3, 3:30 3:30 PM इण्डिया मध्ये सण्डे 3:30 to 5 for you 3:30 for 5 चिन्तयामि 3:30 to 5 अस्ति वा नास्ति चेत् एषः समयः तु समीचीनः अस्ति सर्वेषां कृते अदर्वैस् विल् स्टार्ट् बै 7 o'clock 7 PM 7 PM इण्डियन् टैम् रघुपतिमहोदय भवन्तः 7:30 PM अस्ति महोदय वर्गः अस्ति 7:30 to 9 एव वयं कुर्मः पश्यतु कन्फर्म् करोति वा जि परन्तु अग्रिमरविवासरे तु अवकाशः अस्ति खलु तर्हि 15th August अस्ति समयः समीचीनं नास्ति चेत् 7:30 to 9 यु केन् जस्ट् मेक् इट् टु 7 to 8:30 सम्थिङ्ग् लैक् देट् रघुपति महोदयस्य वर्गः अस्ति मम वर्गः अस्ति मम अपि अधुना तु 7:30 to 9 सण्डे इव्निङ्ग् 7:30 PM to 9 PM IST एव इदानीं विल् कीप् इट् लैक् देट् लेट्स् सी ऐल् ट्रै परन्तु अग्रिमरविवासरे प्रायः वर्गः न भविष्यति तत्र अवकाशः ओके महोदय अस्तु महोदय धन्यवादः महोदय किमस्ति किमस्ति इदानीं ऐ हेव् शिफ्टेड् टु बेङ्गलोर् रीसेण्ट् तत्र सण्डे इव्निङ्ग् न कार्याणि सन्ति तत्र शिफ्टिङ्ग् फर्निचर् इति अतः किमपि क्लेशः अस्ति परन्तु अग्रे गत्वा प्रायः न भवेत् इति चिन्तयामि मूविङ्ग् टु बेङ्गलोर् महोदय ऐ हेव् आल्रेडि टेकन् न्यू रेण्टल् सो Sunday evenings, because it is weekend, that's the only time when I can do shopping and all for the house. That's why that was the problem. But I hope going ahead it won't be an issue. Saturday will be okay, yeah? Oh no, Saturday is not okay for me, no, Vijay Bhagini. Okay, okay, okay. Then somebody has a clashing. So that's why for now, this is the only time which is good. This is the time which is saying.